सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्। आरम्भे मङ्गलाचरणं कृत्वा कक्षायाः आरम्भं कुर्मः। भगिनी किञ्चित् सुभाषितं श्रावयतु। आं भगिनि, विद्यानाम नरस्य रूपमधिकम् प्रच्छन्न गुप्तं धनम् विद्या भोगकरी यश सुखकरी विद्या गुरुणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्या विहीनः पशुः। उत्तमं भगिनि, उत्तमं, धन्यवादः भगिनि, उत्तमरीत्या श्रावितवती, उत्तमं, धन्यवादः। गते सप्ताहे वयं कांश्चन अजन्तशब्दान् दृष्टवन्तः, अपि च तेषां रूपाणि अपि ज्ञातवन्तः। इकारान्त उकारान्त ऋकारान्त शब्दान् त्रिषु लिङ्गेषु अपि च त्रिषु वचनेषु प्रथमाविभक्त्यन्तरूपाणि वयं परिशीलितवन्तः। किञ्चित् पुनःस्मरणं कृत्वा अग्रे सरेम। अत्र त्रयोदशे पुटे कानिचन रूपाणि सन्ति, पुनः एकवारं तं पुटं पठित्वा अग्रे सरेम। अत्र भूमभगिनी, भवती किञ्चित् अत्र किं लिखितमस्ति त्रयोदशे पुटे, गीतासोपानं पुस्तकस्य त्रयोदशे पुटे किमस्ति इति अधुना पश्येम। किञ्चित् अत्र पठति वा? हा, आं भगिनि। चलिष्यति अत्र त्रयो दास्यति यतो दाहनं भविष्यति। एतानि रूपाणि, एतान् गीताश्लोकान् उच्चैः पठत लृट् लक गीतासोपानं प्रथमभागं, गीतासोपानं प्रथमभागमेव एक एक त्रयोदश अधिकानि अधिकं लट् न न षट् न ओन्लि 13 एतानि रूपाणि पुनः ओहो ओहो क्षम्यता क्षम्यता त्रयोदशि पुटः ओके क्षम्यता त्रयोदशः यष्टिः सतरुः अकारान्तपुल्लिङ्गशब्दः एतानि रूपाणि पुनः पुनः पेज् 13 पेज् 13 एतानि रूपाणि पुनः पुनः उच्चैः पठत जानीतः च अकारान्तः पुल्लिङ्गशब्दः वेदः वेदौ वेदाः अकारान्तपुल्लिङ्गशब्दः क्षत्रियः क्षत्रियौ क्षत्रियाः पुरुषः पुरुषौ पुरुषाः इकारान्तः पुल्लिङ्गशब्दः कविः कवी कवयः मुनिः मुनी मुनयः उकारान्तपुल्लिङ्गशब्दः वायुः वायू वायवः गुरुः गुरु गुरवः ऋकारान्तः पुल्लिङ्गशब्दः भ्राता भ्रातरौ भ्रातरः पिता पितरौ कर्ता कर्तारौ कर्तारः भगिनि तत्र तत्र स्थगयतु. एतावत् पर्यन्तं भवती किम् अवगतवती स्वस्य वाक्यैः वदतु. अत्र किं लिखितमस्ति? एतानि रूपाणि पुनः पुनः उच्चैः पठत. अभ्यासार्थं अनेक अनेक आवर्तनानि करिष्यामः. करणम् अवश्यम् अभ्यासार्थं मनसि स्थगयितुं अभ्यासं करणीयम्. मनसि स्थापयितुं स्थापयितुम् अत्र किमर्थम् उच्चैः पठनीयम्? उच्चैः ते मनसि बहु समीचीनतया अवगन्तुं शक्नुमः. अपि च सर्वे अन्येषु अन्येषु उपकारार्थम् आसौ. उपकाराय अन्येषाम् उपकाराय अपि अपि च यदि वयम् उच्चैः पठामश्चेत् तदा उच्चारणं सम्यक् भवति. अपि च रूपाणि मनसि स्थायिरूपेण तिष्ठन्ति. दे विल् बि देर् फ़र् एवर्. तदर्थमेव उच्चैः पठनीयम्. अत्र वेदः अहं पूर्वमपि उक्तवती विद् धातोः रूपमेव वेदः इति रूपमस्ति. अत्र अकारान्तपुंलिङ्गशब्दः वेदः. भवती किं शब्दं ज्ञातवती अकारान्तपुंलिङ्गशब्दं? रामः शब्दं रामशब्द. उत्तमं. तथा एव अत्रापि वेदशब्दः अकारान्त पुंलिङ्गशब्दः. अत्र द्वितीयं पदमस्ति क्षत्रियः. क्षत्रियः इत्युक्ते कः? क्षत्रियः इत्युक्ते राजवंशे राजाः. अत्र क्षत्रियः इति पदं कथम् आगतम् इत्युक्ते क्षतात् त्रायते इति क्षत्रियः. क्षतात् त्रायते. त्रायते इत्युक्ते रक्षणं करोति. क्षतः इत्युक्ते ऊण्ड्. क्षतात् त्रायते इति क्षत्रियः. अनन्तरं पुरुषः इति पदमपि अकारान्तपुंलिङ्गशब्दः. तदनन्तरम् इकारान्तपुंलिङ्गशब्दः कविः. अत्र कविशब्दस्य रूपाणि कानि? कविः कवी कवयः. उत्तमं. भवती किं शब्दं ज्ञातवती? उत्तमम् उत्तमम्. अनन्तरम् अत्र उकारान्तपुंलिङ्गशब्दः वायुशब्दः. तत्र भवती उकारान्तपुंलिङ्गशब्दं किं शब्दं पठितवती? गुरुशब्दं धेनुशब्दम्. अत्र गुरु धेनुः द्वयोः मध्ये भेदः कः? धेनु उत्तमम् उत्तमं. गुरुशब्दः तु उकारान्तपुंलिङ्गशब्दः. धेनुशब्दः उकारान्त स्त्रीलिङ्गशब्दः. उत्तमम्. अनन्तरं ऋकारान्तपुंलिङ्गशब्दः. अत्र किं लिखितमस्ति? भ्राता इति लिखितमस्ति. अत्र भ्राता अनन्तरं पिता द्वयोः शब्दयोः रूपाणि समानानि. किन्तु कर्ताशब्दस्य रूपाणि किञ्चित् भिन्नानि भवन्ति. कुत्र भिन्नरूपं दृश्यते? द्विवचनं. का उक्तवती अधुना? Who said the answer? Me, वेदा. वेदा भगिनी वदतु. द्विवचने रूपाणि वदतु एकवारं. पितारौ कर्तारः. पितरौ पितरः. पितरौ कर्ता कर्तारौ. अपि च कुत्रचित् ध्वनिः अस्ति, किञ्चित् म्यूट् कुर्वन्तु. वेदा भगिनी, कुत्रचित् ध्वनिः अस्ति, किञ्चित् कृपया म्यूट् कुर्वन्तु. प्रिया भगिन्याः दूरवाणी अहम् अन्म्यूट् करोमि. अधुना द्विवचने बहुवचने भिन्न अस्ति. पितरौ कर्तारौ, पितरः कर्तारः. अपि च बहुवचने किं भवति? बहुवचने आकार कर्तारः. कर्तारः इत्युक्ते आहत्य रूपाणि, प्रथमाविभक्त्यन्तरूपाणि कर्ता कर्तारौ कर्तारः, किन्तु पिता पितरौ पितरः इति रूपाणि भवन्ति. उत्तमं भगिनी, धन्यवादः भूमा भगिनी. अनन्तरम् अत्र वेदा भगिनी भवती पठतु, अग्रे किं लिखितमस्ति? आकारान्तः स्त्रीलिङ्गशब्दः माता माला माले मालाः, गदा गदे गदाः, रमाशब्द रमाशब्दवत् रमाशब्दवत् अस्ति माला माले मालाः, रमा रमे रमाः, गदा गदे गदाः. तदनन्तरम् ईकारान्तः स्त्रीलिङ्गशब्दः मतिः मती मतयः, तिथिः तिथी तिथयः. ईकारान्तशब्द नदी शब्दवत् सारि नो नो नो ईकारान्त ईकारान्त स्त्रीलिङ्गशब्दः अत्र एव लिखितमस्ति मतिः मतिः मती मतयः स्थितिः मती शब्दवत् अत्र स्थितिः मतिः स्थितिः गतिः पद्धतिः एतानि सर्वाणि पदानि स्त्रीलिङ्गपदानि अपि च क्तिन् प्रत्ययान्तरूपाणि स्त्रीलिङ्गरूपाणि एव भवन्ति. अत्र मन् धातोः रूपम् एव मन् मन् धातोः रूपं मन्यते इति रूपम् अस्ति. तस्य धातुः मन् धातुः क्तिन् प्रत्ययान्तरूपं मतिः इति. यदि वयं मतिशब्दं जानीमश्चेत् सर्वे ईकारान्तस्त्रीलिङ्ग ह्रस्व ईकारान्तस्त्रीलिङ्गपदानि सुलभानि. अनन्तरम् अत्र ईकारान्तस्त्रीलिङ्गपदम् ईकारान्तस्त्रीलिङ्गशब्दः नदी नद्यौ नद्यः, नदीशब्दम् अहं जानामि. नदी नद्यौ नद्यः, भगिनी भगिन्यौ भगिन्यः, श्रीः श्रियौ श्रियः, श्रीः श्रीः नदी भिन्नः नदी. तत्र भेदः कः? श्रीः विसर्ग इति इत्युक्ते प्रथमविभक्ति एकवचनरूपं श्रीः इति तत्र विसर्गः अस्ति. अपि च लक्ष्मीः इति तत्रापि विसर्गः अस्ति. किमर्थमस्ति इत्यस्य इत्यस्मिन् विषये तत्र सूत्राणि सन्ति, तेन आधारेण तत्र विसर्गः आयाति. तावदेव. उकारान्तस्त्रीलिङ्ग इत्युक्ते ह्रस्व इकारान्तशब्दानां कृते मतिशब्दं पठने मतिशब्दः पठामः. दीर्घ ईकारान्त स्त्रीलिङ्गपदानां कृते नदीशब्दं जानीमश्चेत् अस्माकं कार्यं सुलभं भवति. उत्तमम्. अनन्तरम् उकारान्तस्त्रीलिङ्गशब्दम् उकारान्तस्त्रीलिङ्गशब्दः धेनुः धेनू धेनवः, रज्जुः रज्जु रज्जवः. धेनुशब्द अहं जानामि, धेनुः धेनू धेनव, रज्जुशब्द धेनुशब्दवत् अस्ति. रज्जुः इत्युक्ते रज्जुः rassi or what do you call in rope in english angle bhasha rope iti rope. Uttamam. Dirgha ukaranta stree linga padam padasya krute अत्र किं दत्तमस्ति? वधूः वधूः वधूः वध्वौ वध्वः चमूः चम्वौ चम्वः चमुः चमुः इति चमुः पदं ग्रूप् गोष्ठी आर् ग्रूप् न न चमूः इत्युक्ते किं कोऽपि वदतु किन्तु सेना इति आकारान्तस्त्रीलिङ्गपदमस्ति किन्तु चमूः दीर्घ ऊकारान्तस्त्रीलिङ्गपदम् सेना इति अस्मिन् अर्थे ऋकारान्तस्त्रीलिङ्गशब्दः ऋकारान्तस्त्रीलिङ्गशब्दः माता मातरौ मातरः पिता शब्दवत् अस्ति माता मातरौ मातर पिता पितरौ पितरः माता मातरौ मातरः किन्तु स्त्रीलिङ्गे स्त्रीलिङ्गे स्त्रीलिङ्गे स्वसा स्वसारौ स्वसारः स्वसा स्वसारौ स्वसारः लैक् कर्ता कर्तारौ कर्तारः स्वसा स्वसारौ स्वसारः आकारः द्विवचने बहुवचने आकार स्वसारौ स्वसारः उत्तमम् अनन्तरम् अन्ततो गत्वा नपुंसकलिङ्गपदानां विषये किञ्चित् तत्र समापयतु अकारान्त नपुंसकलिङ्गः अयनम् अयने अयनानि इट्स् लैक् फलं फले फलानि इकारान्त नपुंसकशब्दः दधि दधिनि दधीनि लैक् वारिशब्दः वारि वारिणि वारीणि उकारान्त नपुंसकलिङ्गशब्दः वस्तु वस्तुनि वस्तूनि वस्तु उकारान्त नपुंसकलिङ्गं विश्वनो वारि मधु मधु मधु मधूनि मधूनि तत्र सम्यक्तया उच्चारणं करोतु अत्र रूपाणि द्विवचनरूपं बहुवचनरूपं कथम् उच्चारणीयं वस्तुनि वस्तूनि दधिनि दधीनि वस्तुनि वस्तुनि दधिनि अनन्तरं बहुवचनरूपं दधीनि तत्र कुत्र कुत्र ह्रस्व ईकारः अस्ति कुत्र दीर्घ ईकारः अस्ति तथा एव कुत्र ऊकारान्तशब्देषु ह्रस्व ऊकारः कुत्र अस्ति दीर्घ ऊकारः कुत्र अस्ति एतत् सर्वं द्रष्टव्यं तत्र तस्य प्रामुख्यता अस्ति एव तत्र वी नीड् टु नो द फार्म्स् करेक्ट्लि रूपाणि समीचीनतया ज्ञातव्यानि उत्तमं भगिनि धन्यवादः अनन्तरम् अग्रिमे पुटे अस्माकं पञ्चमः पाठः अरुणा भगिनी अत्र अग्रिमे पुटे किमस्ति अत्र किञ्चित् पठतु को भवान् उच्चैः पठत लिखिता च शब्दानि पदानि प्रातिपदिकम् अहं त्वं भवान् भवति को भवान् प्रश्नार्थक प्रश्नसूचक शब्दवाक्यम् उत्तरं को भवान् तदन् अहं अरुणा इति अहं वदामि त्वं मध्यम प्रथम उत्तमपुरुषे मध्यमपुरुषे त्वं भवान् भवति प्रथमपुरुष अत्र शब्दं स्त्रीलिङ्गशब्दं भगिनि अत्र को भवान् इति लिखितमस्ति तत्र सन्धिः अस्ति सन्धेः नाम किं विसर्गसन्धि विसर्गस्थाने उकारः आगच्छति उकार उकारो भवति पूर्वपरयो एक रूपं भवति अत्र तथा नास्ति अत्र केवलं यथा भवती उक्तवती विसर्गसन्धिः अस्ति तदनन्तरं गुणसन्धिः भवति किन्तु अत्र परवर्णः अचुवर्णः नास्ति इति कृत्वा पूर्वरूपसन्धिः न भवति चिन्ता मास्तु अत्र सन्धिः नास्ति चेत् पदद्वयं किम् कः भवान्? कः भवान्? भवान् कः? भवान् कः इति प्रश्नः अस्ति. अत्र भवती का वदतु. अहम् अरुणा. भवती का इत्युक्ते किं वक्तव्यं? तत्र उत्तरं किं भवति? महिला. अहं भवतां पुरुषे अहं भवती समीचीनतया उक्तवती. मम नाम अरुणा इत्यपि वक्तुं शक्नुमः. यदि भवती का इति प्रश्नं पृच्छामश्चेत् भवती किं करोति इति. अहं छात्रा. छात्रा नो चेत् अहं महिला. अहं गृहिणी. नो चेत् अहं इतोपि वदतु भवती का. अहं वैद्या. वैद्या. अस्तु चिन्ता मास्तु. वदतु इतोपि वदतु भवती का. अहं वैद्या. अहं गृहिणी. गृहिणी एव. अधुना गृहिणी. शिक्षा. छात्रा. अहं शिक्षिका. शिक्षिका. वदतु इतोपि यत् किमपि भवितुमर्हति. भवती का इत्यस्य सूत्रं भवती किं करोति इति इत्यस्मिन् अर्थे लिखितमस्ति. अत्र को भवान् इत्यस्मिन् तत्र यथा भगिनी उक्तवती तत्र विसर्गसन्धिः भवति. पञ्चभाट्टसूत्राणि सन्ति. तेषु चतुर्थं भाट्टसूत्रं कार्यं करोति अत्र. तत्र सूत्रमस्ति अतः परस्य विसर्जनीयस्य अतिहषि च उत्वम् इति सूत्रमस्ति. तेन सूत्रेण अत्र को भवान् इति रूपम् आयाति. को भवान् इत्युक्ते कः भवान् इति लिखितमस्ति. अहं त्वं भवान् भवति. एतानि चत्वारि पदानि सन्ति. एतानि पदानि कीदृशानि पदानि? अत्र एतेषां चतुर्णां पदानां प्राधान्यं किं? कीदृशानि पदानि? सर्वनामशब्दाः. तेषु लिङ्गेषु भवति. अपि च कर्तृपदानि. उत्तमपुरुषकर्तृपदं किम्? अहम्. अहं. मध्यमपुरुष? त्वं. त्वं. प्रथमपुरुषकर्तृपदं? भवान् वा भवति. भवति. इत्युक्ते भवान् इति पुंलिङ्गे, भवती इति स्त्रीलिङ्गे. अत्र अहं शब्दस्य प्रातिपदिकं किम्? अस्मद्. तत्र दकारान्तप्रातिपदिकं. त्वं शब्दस्य? युष्मद्. भवान् शब्दस्य प्रातिपदिकं? भवत्. उत्तमं. भवती? अपि भवत्. भवती एव. किमर्थं भवती? स्त्रीलिङ्ग भवत्. आगच्छति. भवती. भवति. उत्तमम्. इत्युक्ते अत्र भवान् शब्दस्य प्रातिपदिकं भवत्, किन्तु भवती शब्दस्य प्रातिपदिकं भवती एव. तत्र भवती शब्दस्य रूपाणि नदी शब्दवत् भवन्ति. भवती, भवत्यौ, भवत्यः. उत्तमम्. अत्र उच्चैः इति कीदृशं पदम्? उच्चैः इति पदम् अव्ययम् इति वदामः. उच्चैः इत्यस्य कोऽपि वदतु. उच्चैः इत्यस्य विपरीतार्थशब्दः उच्चैः. शनैः. वयम् अभ्यासपुस्तके पठितवन्तः. उच्चैः वदतु, शनैः वदतु. अत्र उच्चैः, शनैः. उच्चैः नीचैः अपि अस्ति, किन्तु अत्र शनैः इति पदं सम्यक् भवति. पठत, लिखत, तेषां तयोः रूपं किम्? लोट्लकार. मध्यमपुरुष बहुवचनं. लोट्लकार मध्यमपुरुष बहुवचनरूपम् अस्ति. उत्तमम्. आरम्भे अत्र वदतु महोदय. महोदय, तत्र उच्चैः शनैः नीचैः तत्र अन्यं मन्दं शनैः इति मन्दम् इति समानं वा? भवानेव वदतु. अत्र मन्दं मन्दं चलतु, अत्र वाहनं मन्दं मन्दं चलति. वेगं सूचयतु. तत्र गजः मन्दं मन्दं चलति. तत्र शनैः शनैः शनैः बालकः वदति. तादृशभेदः अस्ति. मन्दगमनं अतः उच्चैः शनैः अथवा नीचैः. नीचैः अपि अस्ति. अत्र उच्चैः पठत इति लिखितमस्ति, किन्तु तत्र विपरीतार्थशब्दः कः इत्युक्ते शनैः पठत इति भवति इति मम चिन्तनं. भवान् किं चिन्तयति? उच्चस्वरं नीचस्वरम् इति अस्ति, अतः मम मनसि तदेव अस्ति वा? नीचः नीचैः नीचैः इत्युक्ते नीचः इत्युक्ते निकृष्टन. नीचैः इत्युक्ते स्वरः अधः अस्ति, लोवर् इति अर्थः. भगिनी, उच्चैः इति तृतीय बहुवचनरूपं वत् अपि भवितुमर्हति. उच्चेन भवितुमर्हति. अत्र तृतीय बहुवचनरूपम् अत्र विशेषणम् इव वदामश्चेत् अत्र तृतीय बहुवचनं भवितुमर्हति. किन्तु अत्र उच्चैः पठत इत्यस्मिन् अत्र वाक्ये क्रियाविशेषणमपि भवति. कथं पठनीयम्? उच्चैः पठनीयम्, क्रियाविशेषणमपि भवति. चिन्ता मास्तु. अत्र अहं पाण्डवः. अरुणभगिनी भवती वदतु अहं पाण्डवः इत्यस्मिन्. अत्र एतानि त्रीणि चित्राणि परिशील्य भवती किम् अवगतवती? स्वस्य वाक्यैः वदतु. अहं पाण्डवः प्रथम एकः पुरुषः अस्ति, सः वदति अहं पाण्डवः इति. द्वितीयचित्रे द्वौ पाण्डवौ अस्ति, पुरुषः अस्ति, ततः आवां पाण्डवौ. तृतीयचित्रे वयं पाण्डवाः बहूनि, पञ्च पुरुषाः सन्ति, ततः पाण्डवाः. अहम् अस्मद्शब्दस्य प्रथम विभक्ति एकवचन अहं, द्वितीया आवां, तृतीय बहुवचनं वयम्. अत्र अहं पाण्डवविशेषणविशेषसम्बन्धः अस्ति. उत्तमम् उत्तमं, विशेषणविशेषसम्बन्धः अस्ति. अत्र प्रथमं चित्रं पृथक्तया वक्तुमिच्छामश्चेत् प्रथमं चित्रम् अथवा प्रथमे चित्रे इति पृथक्तया वक्तव्यं. तथा यदि समस्तपदं कृत्वा वक्तुमिच्छामश्चेत् प्रथमचित्रे, द्वितीयचित्रे इति अपि समीचीनं भवति. नो चेत् द्वितीये चित्रे इति वदामश्चेत् तत्र व्यस्तरूपेण समस्तपदम् अकृत्वा लिखामश्चेत् प्रथमे चित्रे इति भवति. अहं पाण्डवः इत्युक्ते अत्र पाण्डवः इति पदमस्ति. अहं पूर्वमपि उक्तवती पाण्डोः अपत्यं पुमान्. पाण्डुः उकारान्तपदं, पाण्डोः पुत्रः एव पाण्डवः, तद्धितान्तं रूपम् अस्ति. अत्र अत्र अहं चिन्तयामि अर्जुनः, अर्जुनः अस्ति. अर्जुनः स्वं प्रति वदति अहं पाण्डवः इति वदति. किन्तु अग्रे गत्वा अत्र द्वितीयं चित्रं द्विवचने लिखितमस्ति. अग्रे पठतु भगिनि. त्वं कुम्भकारः, युवां कुम्भकारौ, यूयं कुम्भकाराः. अत्रापि त्वं युष्मच्छब्दस्य रूपाणि दत्तवन्तः. त्वं प्रथम एकवचनं, युवां द्वितीय प्रथमद्वितीयवचनं, यूयं प्रथम बहुवचनरूपं, कुम्भकारः प्रथम एकवचनं, कुम्भकारौ द्वितीय बहुवचनम्, अद्वितीय प्रथमद्वितीयवचनं, प्रथमबहुवचनं कुम्भकाराः. अत्रापि कुम्भकारत्वं मध्ये विशेषविशेषणसम्बन्धः अस्ति. युष्मत्शब्द प्रातिपादिकं युष्मत्शब्दः. उत्तमम्. इत्युक्ते अत्र प्रथमे चित्रे अर्जुनः स्वं प्रति वदति, किन्तु द्वितीयचित्रे अर्जुनः अन्यं पुरुषम् उद्दिश्य वदति. अत्र यदि त्वं किं करोति, त्वं कः, अत्र एकः श्लोकः अपि अस्ति, कस्त्वं कोऽहं कुत आयातः, शङ्कराचार्येण लिखितं श्लोकः अस्ति. तत्र कस्त्वम् इत्युक्ते कः त्वं, त्वं कः, कस्त्वं कोऽहं, कोऽहम् इत्युक्ते अहं कः. सः अत्र अर्जुनः वदति अहं कः, अहं पाण्डवः इति वदति. त्वं कः, त्वं कुम्भकारः इति वदति. कुम्भकारः इति पदं समस्तपदमस्ति. कुम्भकारः भगिनी भवती वदतु, कुम्भकारः अत्र समस्तपदं कीदृशसमासः अस्ति? कुम्भं करोति कुम्भकारः, कर्मचारी. अत्र कुम्भं करोति कुम्भकारः, तत्र उपपदसमासः इति वदामः. इत्युक्ते साधारणतया उपपदसमासप्रसङ्गे विग्रहवाक्ये साधारणतया तिङन्तपदं दृश्यते, कुम्भं करोति. साधारणतया समासः तु सुबन्तपदयोः मध्ये एव भवति, किन्तु अत्र उपपदसमासः किञ्चित् तत्र वैशिष्ट्यम् अस्ति इति कृत्वा तत्र कुम्भं करोति इति कुम्भकारः इति विग्रहवाक्यं वक्तव्यमस्ति. कुम्भकारः इति पदमपि अस्ति, कुम्भकृत् इति वदामश्चेदपि अर्थः तु समानः. चित्रकारः अपि उपपदसमासः, उपपदसमासः सर्वे. कुम्भकारः अथवा विकल्पेन कुम्भकृत् इति रूपमपि साधु. अत्र कारः इति पदं तत्र क्रू धातोः रूपमेव कारः इति भवति. क्रू धातोः रूपं हारः, तथा एव अत्र क्रू धातोः रूपम् अस्ति. इतोपि अत्र किं लिखितमस्ति? अत्र कुम्भकारः इति पदम् अकारान्त पुंलिङ्गपदम्, तदर्थं रूपाणि कथं भवन्ति भगिनी पुनः एकवारं स्मारयतु. कुम्भकारः कुम्भकारौ कुम्भकाराः, रामशब्दवत् रामः, रामौ रामाः. उत्तमम्. अग्रिमम् अग्रिमम् अपि पठतु भगिनी. वदतु भगिनी, एकवारं पुनः वदतु, कस्त्वं कोऽहं. तत्र एकः श्लोकः अस्ति, भजगोविन्दम् इति एकं स्तोत्रमस्ति, तस्मिन् तस्य नाम अस्ति मोहमुद्गरम्, अन्यनाम अस्ति स्तोत्रस्य, अन्यनाम मोहमुद्गरम्, तस्मात् उद्धृतः श्लोकः अस्ति. कस्त्वं कोऽहं कुत आयातः. कस्त्वम् इत्युक्ते कः त्वं, तत्रापि विसर्गसन्धिः भवति. कोऽहं तत्रापि विसर्गसन्धिः. कुत आयातः, अहं कः, त्वं कः, वयं कुतः आयातः इत्युक्ते एतत् सर्वं मिथ्या इति इत्यस्मिन् अर्थे तत्र श्लोकः अस्ति. गूगल् करोति चेत् द्रष्टुं शक्नोति. अस्तु. अनन्तरम् अत्र अरुणा भगिनी अग्रे किमस्ति वदतु. भवान् योद्धा, भवन्तौ योद्धारौ, भवन्तः योद्धारः. भवान् प्रथमपुरुष एकवचनरूपं भवन्तौ प्रथमद्विवचनं भवन्तः प्रथम बहुवचनं शब्दः योद्धा. अत्र प्रथमपुरुष पुंलिङ्ग कर्तृपदमस्ति भवान् शब्दः. इतोपि प्रथमपुरुषकर्तृपदानि सन्ति, किञ्चित् वदतु इतोपि प्रथमपुरुष सर्वनामपदानि पुंलिङ्गे. प्रथमपुरुषकर्तृपदानि सर्वनामशब्दाः सर्वनामशब्दाः. अत्र पुंलिङ्गे भवान् लिखितमस्ति. इतोपि कानिचन पदानि सन्ति. सः तौ ते, एषः एतौ एते, एतानि पदानि अपि प्रथमपुरुषकर्तृपदानि. अत्र योद्धा इति पदमस्ति, कीदृशं पदम्? माता मातरौ योद्धृ ऋकारान्तपुंलिङ्गशब्दः. उत्तमं, ऋकारान्तपदं. प्रातिपदिकं योद्धृ. योद्धृ अत्र युद्धधातोः रूपमेव योद्धा. अत्र तृच् इति एकः प्रत्ययः अस्ति, तृच् प्रत्ययान्तरूपमस्ति युद्धधातुतः, तथा योद्धृ इति ऋकारान्तपदम् आयाति. प्रथमविभक्ति एकवचनरूपं योद्धा इति भवति. वयं पूर्वमपि दृष्टवन्तः योद्धः इति पदमपि अस्ति, किन्तु तत्पदम् अकारान्तपदम्, एतत् पदं ऋकारान्तपदम्. किन्तु रूपाणि पिताशब्दवत् न भवन्ति. अत्र द्वितीयान्तं रूप द्विवचने बहुवचने तत्र रूपं किं भवति? कर्तृशब्दवत्. तत्र कर्ता इति पदमपि क्रूधातुतः तृच् प्रत्ययान्तरूपं. कर्तृ इति प्रातिपदिकं, प्रथमाविभक्त्यन्तरूपं कर्ता इति भवति. अग्रे पठतु भगिनि. भवती गोपिका, भवत्यौ गोपिके, भवत्यः गोपिकाः. अत्रापि भवती प्रथमपुरुष स्त्रीलिङ्ग एकवचनं, प्रथम एकवचनं. भवत्यौ प्रथमद्विवचनं, भवत्यः प्रथम बहुवचनं नदीशब्दवत्. उत्तमम्. इतोपि प्रथमपुरुष कर्तृपदानि स्त्रीलिङ्गे वदतु. सा, ते, ताः, अपि च एषा. एषा. उत्तमम्. अत्र गोपिका इति पदमपि अस्ति, गोपी. गोपिका इति पदम् आकारान्तपदमस्ति. गोपी इति वदामश्चेत् ईकारान्तनदीशब्दवत् रूपं भवति. अपि च एकम् अन्यत् पदमपि अस्ति, गोप्त्री. गोप्त्री इति पदं तृच् प्रत्ययान्तरूपम्. गोप्त्री गोविन्दरूपिणी, तादृशं पदमपि अस्ति. उत्तमम्. अनन्तरं गोप्त्री समानार्थकशब्दः नास्ति इति भाति. गुप् धातोः अत्र किम् अवगन्तव्यम् इति पश्यामश्चेत् अत्र केवलं प्रथमाविभक्ति एकवचनं द्विवचनं बहुवचनरूपमेव दत्तमस्ति, किन्तु अस्माकं कृते एकविंशतिरूपाणि ज्ञातव्यानि. तदर्थम् अत्र कोऽपि वदति वा, अत्र अहं शब्दस्य एकविंशतिरूपाणि एकवारं स्मारयति वा? अत्र उषा भगिनी भवती स्मारयति वा? अहम् अस्तु भगिनि. दकारान्तः, अस्मत् शब्दः अहम् आवां वयं मां मा आवां नौ अस्मान् नः मया आवाभ्याम् अस्माभिः मह्यं मे आवाभ्यां नौ अस्मभ्यं नः मत् आवाभ्याम् अस्मत् मम मे आवयोः नौ अस्माकं नः मयि आवयोः अस्मासु. उत्तमम्. इत्युक्ते एतावत् एतानि सर्वाणि रूपाणि अस्माभिः शनैः शनैः अवगन्तव्यानि अपि च ज्ञातव्यानि. उत्तमम्. तदनन्तरं त्वं शब्दस्य इत्युक्ते युष्मत् शब्दस्य रूपाणि अपि वदतु. दकारान्तः युष्मत् शब्दः त्वं युवां यूयं त्वां त्वा युवां वां युष्मान् वः त्वया युवाभ्यां युष्माभिः तुभ्यं ते युवाभ्यां वां युष्मभ्यं वः त्वत् युवाभ्यां युष्मत् तव ते युवयोः वां युष्माकं वः त्वयि युवयोः युष्मासु. उत्तमम्. इत्युक्ते कुत्रचित् रूपद्वयं विकल्पेन रूपद्वयम् अस्ति इत्यपि अवगन्तव्यं. कुत्रचित् साम्यम् अस्ति, कुत्रचित् भेदः अस्ति, अपि च कुत्रचित् विकल्पेन रूपद्वयम् अस्ति. तदर्थम् अत्र पुनः पुनः पठामश्चेदेव एतानि रूपाणि मनसि तिष्ठन्ति. तदर्थमेव अद्य वयं पठामः. अपि च अत्र भवान् शब्दस्य रूपाणि अपि ज्ञातव्यानि. भवती एव वदतु अत्र भवान् शब्दस्य रूपाणि. तकारान्तः पुंलिङ्गः भवत् शब्दः भवान् भवन्तौ भवन्तः हे भवन् हे भवन्तौ ये भवन्तः भवन्तं भवन्तौ भवतः भवता भवद्भ्यां भवद्भिः भवते भवद्भ्यां भवद्भ्यः भवतः भवद्भ्यां भवद्भ्यः भवतः भवतोः भवतां भवति भवतोः भवत्सु. उत्तमम्. उत्तमं भगिनि. अग्रे गत्वा इतोपि किं लिखितमस्ति अत्र अस्मिन्नेव पुटे? भवती शब्दः ईकारान्तस्त्रीलिङ्गशब्दः अपि अस्ति. तस्य रूपाणि वदतु. स्त्रीलिङ्गे भवत् शब्दः भवती भवत्यौ भवत्यः हे भवति हे भवत्यौ हे भवत्यः भवतीं भवत्यौ भवतीः भवत्या भवति भ्यां भवतीभिः भवत्यै भवतीभ्यां भवतीभ्यः भवत्याः भवतीभ्यां भवतीभ्यः भवत्याः भवत्योः भवतीनां भवत्यां भवत्योः भवतीषु. उत्तमम्. उत्तमं भगिनि, धन्यवादः. इत्युक्ते एतानि रूपाणि अस्माभिः साधनीयानि. तत्र शनैः शनैः किञ्चित् अभ्यासं कुर्मः चेत् वयं सुलभतया वक्तुं शक्नुमः. रूपाणि जानीमश्चेदेव वयं वाक्यरचनां कर्तुं शक्नुमः. अत्र रूपाणि समीचीनतया ज्ञातव्यानि, तदानीमेव वयं वाक्यरचना कर्तुं शक्यते अस्माभिः. उत्तमम्. अनन्तरम् अग्रिमे पुटे अभ्यासः अस्ति, तम् अभ्यासं कुर्मः अधुना. प्रिया भगिनी, तत्र अग्रिमे पुटे इत्युक्ते तत्र पञ्चदशे पुटे अभ्यासः अस्ति. एकवारम् अभ्यासम् आरम्भं कुर्मः. प्रिया भगिनी पठति वा अत्र? प्रिया भगिनी अस्ति वा? नो चेत् वदामि वा? पठतु भगिनी. उदाहरणं दृष्ट्वा रिक्तस्थानं पूरयत्. भवान् सारथिः, भवन्तौ सारथी, भवन्तः सारथयः. भगिनी अत्र उदाहरणं दृष्ट्वा रिक्तस्थानं पूरयत, अत्र एतेषां पदानां विषये वदतु. उदाहरणं नपुंसलिङ्गम् अकारान्तनपुंसलिङ्गं द्वितीयभक्ति एकवचनं तादृशं वा? तथा वदतु. द्वितीयभक्ति एकवचनं उदाहरणं दृष्ट्वा इति त्वान्तं पश्यति इति पश्यति दृष्ट्वा रिक्तस्थानम् अपि नपुंसलिङ्गम् अकारान्तनपुंसलिङ्गं द्वितीय एकवचनं पूरयत् इति पूरयत् मध्यमपुरुष बहुवचनं वा भगिनि लोट्लकार मध्यमपुरुष उत्तमम्. अत्र सारथिः इति पदमस्ति. सारथिः तत्र रथी इति पदमस्ति. रथी इति पदम् इनि प्रत्ययान्तरूपमस्ति. सरधः इति वदामश्चेत् रथेन सह वर्तते. रथेन सह वर्तते सरधः. किन्तु अत्र सारथिः इति लिखितमस्ति. इत्युक्ते अहं चिन्तयामि तद्धितप्रत्ययान्तरूपम् अस्ति. सारथिः सारथिः इति पदं कीदृशं पदम्? सारथिः इकारान्त पुल्लिङ्गपदम्. इकारान्त पुंलिङ्गपदं कथं ज्ञातवती पुंलिङ्गपदम् इति? पुल्लिङ्गपदं हरिशब्दं समानं सारथिः. यदि अत्र भवान् इति लिखितमस्ति इत्युक्ते तत्र सर्वनामपदं पुंलिङ्गपदम् अस्ति इति कृत्वा भगिनि भवान् इति पुल्लिङ्गपदं तत्कारणेन सारथिः अपि पुल्लिङ्गपदमेव पुंलिङ्गपदमेव. द्वितीयं करोतु. भवन्तौ सारथी भवन्तः सारथयः. अग्रे अग्रे भवान् शिष्यः भवन्तौ शिष्यौ भवन्तः शिष्यः क्षम्यतां शिष्याः शिष्यः शिष्यौ शिष्याः. अत्र शिष्यः कीदृशं पदम्? शिष्यः अकारान्त पुल्लिङ्गपदम्. शिष्यः रामशब्दसमानं रामशब्दवत् रामशब्दवत् समानं रूपाणि भवन्ति. अग्रे पठतु. भवान् भवान् दातारः वा भवान् एकवचनं ऋकारान्तपदं दातारः दातारौ दातारः अत्र पठतु. अत्र किं दत्तमस्ति अस्माकं कृते? अत्र हिण्ट् किम् अस्ति? हिण्ट् भवन्तः दातारः भवन्तः दातारः योधृशब्दं समानं वा? अत्र दातारः इति बहुवचनरूपम् अस्ति. अत्र भवन्तः इति शब्दस्य एकवचनं द्विवचनं ज्ञातव्यं तथा एव दातारः तत्र एकवचनं द्विवचनं वक्तव्यम्. अस्तु दाता दातारौ दातारः उत्तमं. दाता दातारौ दातारः. अत्र दाता शब्दस्य विषये कोऽपि वदति वा कीदृशं पदं दाता शब्दः? ऋकारान्तपदं ऋकारान्तपुल्लिङ्गपदम् दातृ इति प्रातिपदिकं वा? दातृ प्रातिपदिकं. धातुः कः? धातुः दाधातु वा? दाधातुः. दाधातोः लट्लकाररूपं किं? ददाति. उत्तमं. दत्तः ददति. उत्तमं भगिनि. अत्र दाधातोः तृच् प्रत्ययान्तरूपम् एव दाता दाता. अग्रिमं पठतु. अग्रे भवती गायिका भवत्यौ गायिका भवत्यौ गायिके भवत्यः गायिकाः गायिकाः. उत्तमम्. अत्र गायिका इति कीदृशं पदम्? आकारान्त श्रीलिङ्गं रमाशब्दवत् रमाशब्दवत् अत्र गायिका इत्यस्मिन् विषये अहं किञ्चित् वदामि. अत्र धातुः अस्ति गै धातुः, गै ऐकारान्तधातुः, ऐकारान्तधातुः अस्ति गै धातुः. गै धातोः णुवल् प्रत्ययान्तरूपं गायकः पुंलिङ्गे, किन्तु अत्र स्त्रीलिङ्गे णुवल् प्रत्ययान्तरूपं पुंलिङ्गे गायकः, किन्तु स्त्रीलिङ्गे गायिका इति भवति. अत्र बहुवचनरूपं किम्? गायिका, गायिके, गायिकाः. गायिकाः इति एकं पदं, गायकाः इति भिन्नं पदं. यदि गायकाः गायकाः इति वदामि चेत् तत्र रूपाणि वदतु. गायकाः, गायकः, गायकौ, गायकाः, पुल्लिङ्गपदम्, अकारान्तपुल्लिङ्गम्. अत्र किं लिखितमस्ति? अत्र तु आकारान्तस्त्रीलिङ्गपदमस्ति गायिका. उत्तमम्. इत्युक्ते अत्र गायकः भिन्नं पदं, किन्तु तत्र बहुवचनरूपं गायकाः इति भवति. उत्तमं भगिनी, पञ्चमं करोतु. भवती सखी, भवत्यौ सख्यौ, भवत्यः सख्यः. सखी इति ईकारान्त श्रीलिङ्गपदं, गौरीपदम् अथवा नदीपदं, नदीशब्दवत्. नदीशब्दवत्. अत्र पुंलिङ्गपदमपि एकं पुंलिङ्ग पदमपि अस्ति, सखा सखायौ सखायः. किन्तु अत्र पुंलिङ्गपदमस्ति चेत् सखा सखायौ सखायः इति रूपाणि भवन्ति, किन्तु अत्र ईकारान्तस्त्रीलिङ्गपदमस्ति यथा भवती उक्तवती. तत्र नदीशब्दवत् रूपाणि भवन्ति. तत्र सखी इत्युक्ते सखी इति पदं, पदस्य अर्थः कः इति पश्यामश्चेत् सः समानं ख्यायते. ख्यायते इति कर्मणि लट् रूपं, सः समानं ख्यायते इति सखी इति. टु बि नोन्, द पर्सन् हू इस् नोन् टु यू. ओके, द पर्सन् हू इस् नोन् टु यू इस् सखी. अत्र सखी इति शब्दात् एव सख्यं, सख्युः भावः सख्यम् इत्युक्ते मैत्रिः, मैत्रिः इत्यस्मिन् अर्थे मित्रता, मित्रतायाः भावः इति अस्ति. अत्र तु सखी इति पदमस्ति. धन्यवादः भगिनी. अनन्तरं सूर्यकुमारी भगिनी भवती करोतु अग्रिमम्. अहं सैनिकः, आवां सैनिकौ अथवा सैनिके, वयं सैनिकाः. अत्र तस्मात् पूर्वं षष्ठं वाक्यमस्ति. ओ, भवत्यः मातरः. तत्र वाक्यानि वदतु. भवती माता, भवत्यौ मातरौ, भवत्यः मातरः. मातरः. अत्र माता इति शब्दः कीदृशशब्दः? तुकारान्त स्त्रीलिङ्गशब्दः. रूपाणि पुनः वदतु. माता, माता, माता, मातरौ, मातरः. मातरः. अग्रिमम्. अहं सैनिकः, आवां सैनिके, वयं सैनिकाः. द्विवचनरूपं पुनः वदतु. स्त्री, अहं सैनिका, आवां सैनिके, वयं सैनिकाः. द्विवचनरूपं किञ्चित् परिवर्तनीयं. तत्र द्विवचनरूपं सैनिकः इति अकारान्तपदमस्ति, सैनिकौ पुल्लिङ्ग, पुंलिङ्गरूपं सैनिकः, सैनिकौ सैनिकाः एताव तस्मात् पूर्वं तत्र भवान् शब्दस्य रूपम् उपयोगं कृत्वा कानिचन वाक्यानि सन्ति, तदनन्तरं भवती शब्दम् उपयुज्य षष्ठं वाक्यपर्यन्तं लिखितमस्ति. अधुना अहम् उत्तमपुरुषकर्तृपदम्, अहं सैनिकः, भवती का? अहं वैद्या. उत्तमम्. इतोपि वदतु भवत्याः विषये, भवती का इत्युक्ते अयाम् इति वदामश्चेत् हू आर् यू इति वदामः आङ्ग्लभाषायां. हू आर् यू इति प्रश्नं पृच्छामि चेत् तत्र उत्तराणि बहूनि भवितुमर्हन्ति. स्त्रीलिङ्गपदे अहम् अहं सैनिका, अहं वैद्या, अहं विद्यार्थिका, अहं गृहिणी, अहं माता, माता, अहं मातामही, मही, अहं पितामही, छात्रा, संस्कृतछात्रा. उत्तमं भगिनि, उत्तमरीत्या उक्तवती. अग्रिमं वदतु. अत्र अष्टमं वाक्यम् अहम् आचार्या, अहम् आचार्यः, अहम् आचार्यौ, अहम् आचार्याः, वयम् आचार्याः, ऐम् सारी, आवाम् आचार्यौ, वयम् आचार्याः. अत्र आचार्यः इति पुंलिङ्गपदमस्ति, किन्तु स्त्रीलिङ्गपदं किं भवति? अहम् आचारिणी. कोऽपि वदतु, अत्र पुंलिङ्गे वदामश्चेत् अहम् आचार्यः इति भवति. आचार्या, आचार्याः इति भवति. अत्र प्रिया भगिनी कृपया किञ्चित् म्यूट् करोतु, प्रिया भगिन्याः दूरवाणी सम्यक् नास्ति, किञ्चित् ध्वनिः आयाति अतः. उत्तमम्. अत्र आचार्यः इति पदमस्ति, आचार्यः इत्युक्ते गुरुः एव. अत्र आचार्यः इति पदं कथम् आयाति इति पश्यामश्चेत्, आ इति उपसर्गः अस्ति, चर् इति धातुः अस्ति, ञत् इति प्रत्ययः, पुंलिङ्गे आचार्यः, स्त्रीलिङ्गे आचार्या इति अस्ति. किन्तु गुरोः पत्नी, आचार्यस्य पत्नी इति वदामश्चेत् किं पदमस्ति? अत्र एकं पदमस्ति आचार्याणि. मातुलः, यथा मातुलः मातुलानि, तथा एव आचार्याणि इति अपि अस्ति. इत्युक्ते वैफ् आफ् आचार्य, गुरुपत्नी, गुरोः पत्नी, गुरुपत्नी. अग्रिमं करोतु. अहम् अधिवक्ता, आवाम् अधिवक्ते, वयम् अधिवक्ताः. अत्र किञ्चित् रूपाणि समीचीनतया वक्तव्यानि. अधिवक्ता, कोऽपि वदति वा एतत् पदं कीदृशं पदम्? वच्धातोः रूपमेव. अत्र प्रातिपदिकं किम्? वक्तृ, वक्तृ इति प्रातिपदिकम्. पुनः वदतु भगिनी रूपाणि. अहम् अहम् पुल्लिङ्गपदम्, अहम् अधिवक्ता, वयम् आवाम् अधिवक्तारौ, वयम् अधिवक्तारः. अत्र किञ्चित् वदामि, वक्ता इति पदम् अस्ति, वक्ता इति आकारान्तपदं नास्ति, अत्र वक्तृ इति प्रातिपदिकमस्ति, ऋकारान्तपदं भवति. अधि उपसर्गपूर्वकः वच् धातुः, तृच् प्रत्ययः अस्ति. अधिवक्ता इति भवति, ऋकारान्तपदं भवति. अधिवक्तृ इति प्रातिपदिकमस्ति. यथा दाता दातारौ दातारः, तथा एव अधिवक्ता अधिवक्तारौ अधिवक्तारः. अत्र आहत्य अधिवक्ता इत्युक्ते कः? उत्तमम्. अड्वकेट् अथवा लायर्, अड्वकेट् एव अधिवक्ता. अत्र स्त्रीलिङ्गपदं किं भवति? समानमेव. अत्र अधिवक्ता इति पुंलिङ्गपदमस्ति, अहम् अधिवक्ता. किन्तु यः कोऽपि पुरुषः वदति चेत् अहम् अधिवक्ता, तत् रूपं समीचीनमेव. यदि महिला वदति चेत् अहं चिन्तयामि वक्त्री भवति, वक्त्री इति भवति इति मम चिन्तनम्. वक्त्री किन्तु ऋकारान्तशब्दः. अत्र अधिवक्तृ ऋकारान्तपदं भवति, यथा कर्ता शब्दवत् रूपाणि. अग्रे वदतु भगिनि. कर्ता शब्द स्त्रीलिङ्गरूपाणि कर्त्री. कर्त्री भगिनि आचार्य स्त्रीलिङ्गरूपम्? आचार्या, महोदया. पुंलिङ्गे महोदयः, स्त्रीलिङ्गे महोदया. अत्र इतोपि सूर्यकुमारी भगिनी इतोपि पठतु, अत्र किं लिखितमस्ति? त्वं कौन्तेयः, तदनन्तरं भगिनि त्वं कौन्तेयः युवां कौन्तेयौ यूयं कौन्तेयः. अत्र कौन्तेयः कीदृशं पदम्? कौन्तेयाः. कौन्तेयः इति पदम् अकारान्तपदम्. अकारान्तपदम् अप्यं कुन्ती, कुन्तस्य कुन्तायाः कुन्तीयाः अप्यं कौन्तेयः. पुनः वदतु अत्र कथं वक्तव्यं. कुन्ती इति पदम् ईकारान्तपदम्, तदर्थं किं वक्तव्यं? कुन्त्याः पुत्रः. कुन्त्याः पुत्रः. कुन्त्याः पुत्रः कः? पाण्डवाः. कौन्तेयः. पूर्वं वयं किं पठितवन्तः? पाण्डोः पुत्रः पाण्डवः. किन्तु कुन्त्याः पुत्रः कौन्तेयः. कौन्तेयः इत्युक्ते अर्जुनः, पाण्डवः अपि च कौन्तेयः. उत्तमं, धन्यवादः भगिनि. अनन्तरम् अत्र भानुचैतन्य महोदय, भवान् करोति वा अग्रिमम्? अस्ति वा महोदय? आम् महोदय, एकनिमिषं. नो चेत् अत्र गुरुः त्वं, भवान् गुरुः, भवन्तौ गुरु, भवन्तः गुरवः. अत्र त्वं योजयित्वा वदतु. त्वं सन्दर्भानुसारं न चलति महोदय. त्वं गुरुः, अस्तु, भवान् इत्युक्ते अत्र आदररूपेण वदामश्चेत् भवान् गुरुः, भवन्तौ गुरु, भवन्तः गुरवः. अत्र गुरोः भावः एव गौरवं. गौरवं साधारणतया वयं शृणुमः, गौरवम् इति पदं. शृणुमः. गौरवरूपेण वक्तुमिच्छामश्चेत् भवान् एव वक्तव्यं. गुरोः भावः गौरवं. किन्तु स्त्रीलिङ्गे वदामश्चेत् गुरुशब्दस्य रूपं स्त्रीलिङ्गे किं भवति? गुर्वी भवति. तथा एव साधारणतया वयं शृणुमः गरिष्ठ इति पदं शृणुमः, तत्पदमपि गुरुशब्दात् एव आगतः. इष्टन् प्रत्ययान्तरूपं गुरुशब्दस्य इष्टन् प्रत्ययान्तरूपं गरिष्ठ. तत्र तद्धितान्तरूपं गरिष्ठ कनिष्ठ एतादृशानि पदानि. गुरुः गुरू गुरवः उकारान्तशब्दः पुंलिङ्गशब्दः. अग्रे वदतु महोदय. त्वं नायकः, युवां नायकौ, यूयं नायकाः. अत्र नायकः कीदृशं पदम्? नायकः नीति धातु अस्ति इति अहं जानामि, किन्तु कीदृशपदम् इति? निधातोः रूपमेव. निधातोः लट्लकाररूपं किम्? लट्लकाररूपं नयति. निधातुतः णुवल् प्रत्ययः योजयामश्चेत् नायकः. स्त्रीलिङ्गे किं भवति? नायिका नायिका इति भवति. किन्तु तत्र नायकः इत्युक्ते मार्गदर्शकः इति अर्थः. किन्तु साधारणतया लोके नायकः इत्युक्ते तत्र लीडर् इति वदामः. किन्तु अत्र यः लीड् करोति सः एव लीडर्. तथा एव अत्रापि नायकः इत्युक्ते मार्गदर्शकः इति अर्थः अस्ति. किन्तु काव्येषु नायकस्य लक्षणम् आधारीकृत्य नायकः चतुर्विधः: धीरोदात्तः, धीरोद्धतः, धीरललितः, धीरप्रशान्तः इति नायकस्य लक्षणानि आधारीकृत्य नायकाः चतुर्विधाः: धीरोदात्तः रामः, धीरोद्धतः भीमः. तत्र रामः अपि नायकः एव, भीमः अपि नायकः एव. किन्तु तस्य लक्षणानि दृष्ट्वा भीमः धीरोद्धतः इति वदामः. तत्र नायकः नायकौ नायकाः. यदि नायिका अस्ति चेत् रूपाणि वदतु. त्वं नायिका, युवां नायिके, यूयं नायिकाः. नायिकाः उत्तमम्. अग्रे पठतु. अहं भक्तः. भक्तः इति पुल्लिङ्गशब्दम्. अहं भक्तः, आवां भक्तौ, वयं भक्ताः. भक्ताः. अत्र भक्तः इत्यस्मिन् विषये भवान् जानाति चेत् किञ्चित् वदतु. भक्तः, भक्तः, विभक्तः, विभक्तिः. न महोदय, अहं भक्तः इत्युक्ते भक्ति, यस्य भक्ति अस्ति सः भक्तः. किन्तु अत्र अहं किञ्चित् वदामि. भक्तः इति पदं क्तान्तरूपं, क्ताप्रत्ययान्तरूपं. तत्र भज धातुः अस्ति. भजसेवायां इत्यस्मिन् अर्थे भज धातोः भजते इति रूपम् अस्ति. लट्लकाररूपं भजते. क्तान्तरूपं भक्तः. किन्तु क्तिन् प्रत्ययान्तरूपं भक्तिः. तत्र भज धातोः रूपमेव भक्त. किन्तु क्तान्तरूपम् अस्ति इति कृत्वा त्रिषु लिङ्गेषु रूपाणि भवन्ति. भक्तः, भक्ता, भक्तम् इति रूपाणि भवन्ति. भवान् श्रुतवान् वा भजरे गोपालम् इति गीतं? तत्र भज इति, तत्र भज इति रूपं कीदृशम्? आज्ञा, लोट्. लोट् लकार मध्यमपुरुषे एकवचनं भज भज रे इति तत्र सम्बोधनम् इत्युक्ते तत्र भज धातोः रूपमेव भक्त उत्तमम् अग्रे करोतु शिष्यौ आवां शिष्यौ दत्तं तत्र पुल्लिङ्गपदं शिष्यः अहं शिष्यः आवां शिष्यौ वयं शिष्याः शिष्याः अत्र शिष्यः इति पदं कीदृशं पदं शिशुः इति पदं कीदृशं पदं शिशुः इति पदं कीदृशं पदं वदतु पुल्लिङ्गपदं किन्तु अत्र किं लिखितमस्ति शिष्यः इति अकारान्तपदं पुल्लिङ्ग अकारान्त पुंलिङ्गपदं शिष्यः अत्र शिष्यः कीदृशं पदं द्रष्टव्यं भगिनि वदतु भवान् वदतु महोदय शिक्षा शिक्ष इति किमपि अस्ति वा महोदय तत्र द्रष्टव्यं महोदय अहं न दृष्टवती शिष्यः अग्रिमम् अग्रिमं तु त्वं बुधः त्वं बुधः युवां बुध बुधौ युवां बुधौ यूयं बुधाः बुधः इत्युक्ते इण्टेलिजेण्ट् महोदय आं महोदय बुधः बुधाः अत्र अग्रे अन्तिमम् अपि करोतु बुद्धातु यूयं सेनापतयः तत्र सेनापतिः इति इकारान्तपुल्लिङ्गपदं प्रायः त्वं सेनापतिः युवां सेनापत्यौ यूयं सेनापतयः सेनापति द्विवचनरूपं किं भवति हरयः सेना अतीव महोदय पुनः वदतु रूपाणि त्वं सेनापतिः युवां सेनापति यूयं सेनापतयः सेनापतयः अत्र सेनापतिः इति पदं समस्तपदमस्ति तत्र विग्रहवाक्यं किं भवति सेनायाः पतिः यः सः सेनापतिः इत्युक्ते तत्र षष्टि तत्पुरुषसमासः अस्ति सेनायाः पतिः सेनापतिः किन्तु समस्तपदं तु ह्रस्व इकारान्तपुंलिङ्गपदं सेनापति धन्यवादः महोदय अत्र भवन्तः दृष्टवन्तः वा अत्र अग्रे किं लिखितमस्ति भगवद्गीतातः उद्धृतानि वाक्यानि यदि भवन्तः इच्छन्ति चेत् एतत् अभ्यासमपि वयं कर्तुं शक्नुमः नो चेत् अग्रिमे सप्ताहे अपि कर्तुं शक्यम् अत्र का वदति अत्र अरुणा भगिनी अत्र किं लिखितमस्ति द्वितीयबिन्दुः कः अत्र महोदय एकः प्रश्नः वदतु महोदय यदा सम्बोधनं करोमि पुल्लिङ्गमस्ति चेत् महोदयः स्त्रीलिङ्ग अस्ति चेत् महोदये अत्र पुंलिङ्ग अकारान्तपुंलिङ्गे हे राम महोदय ह्रस्व अकारान्तपदमायाति सम्बोधनं महोदय किन्तु महोदय महोदये इति वदामश्चेत् स्त्रीलिङ्गे महोदया अपि वदन्ति केचन अतः सम्बोधने किं वदनीयं स्त्रीलिङ्गं महोदये इति भवति लता शब्दवत् अस्ति चेत् महोदये अत्र अरुणा भगिनी भवती पठितुं शक्नोति वा अत्र द्वितीयबिन्दुतः? गीतायाः एतत् साङ्ख्याकेषु श्लोकेषु अहम् इति शब्दम् अन्विष्यत। भवती किम् अवगतवती? अत्र सङ्ख्या दत्तवर्तः सेवन् सप्तमध्याये पञ्चविंशत् श्लोके गीताश्लोकेषु अहं शब्दम् अन्विष्यत अन्विष्यत इति अत्र गीतायाः इति पदमस्ति, तत्र गीतायाः विभक्तिः का? गीता स्त्रीलिङ्ग आकारन्त स्त्रीलिङ्गशब्दः सप्त षष्टि एकवचनं गीतायाः। अत्र अत्र रूपं षष्टिरूपं भवति वा पञ्चमीरूपं भवति वा? एतत् अत्र पञ्चमपि पञ्चमी अपि भवितुमर्हति, षष्ठी अपि भवति पञ्चमी अपि भवति, रूपं समानम्। अत्र द्वयमपि साधु एव। एतत् सङ्ख्याकेषु श्लोकेषु तत्र पदद्वयं विभक्तिः का? श्लोकेषु बहुवचनं श्लोक इति अकारान्तं पुल्लिङ्गशब्दः श्लोकेषु साङ्ख्येषु विशेषणं सङ्ख्या इति पदं पदस्य सप्तमी बहुवचनं सङ्ख्याकेषु। एतत् सङ्ख्याकेषु श्लोकेषु अहम् इति शब्दम् अन्विष्यत। अत्र शब्दः इति पदमस्ति, शब्दम् इति द्वितीया एकवचनरूपं कर्मपदमस्ति, अन्विष्यत इति पदमस्ति। तत्र अन्विष्यत किञ्चित् वदतु तस्मिन् विषये। समीपे गीतापुस्तकं नास्ति, चिन्ता मास्तु, कोऽपि वदतु। अन्वेषणं करोतु, अन्वेषणं करोतु इति अर्थः। अत्र अनु इति उपसर्गः अस्ति, इशां इति धातुः, इष्यति इष्यति इति दिवादिगणीयधातुः अस्ति, अन्विष्यति इत्युक्ते अन्वेषणं करोति इत्यस्मिन् अर्थे, किन्तु अत्र अन्विष्यत अस्ति, लोट्लकारमध्यमपुरुष बहुवचनरूपम् अस्ति। अत्र इष्यति इति तत्र यण् सन्धिः भवति, अनुयोगः इष्यत अन्विष्यत वकारः आयाति। अत्र सप्तमाध्यायस्य पञ्चविंशतितमं श्लोकं पश्यामश्चेत् तत्र किं लिखितमस्ति इत्युक्ते, नाहं प्रकाशः सर्वस्य योगमायासमावृतः इति लिखितमस्ति, नाहं प्रकाशः सर्वस्य योगमायासमावृतः। नाहम् अत्र नाहम् इत्यस्मिन् न अहं तत्र सन्धिः अस्ति, सवर्णदीर्घसन्धिः, अहं सर्वस्य न प्रकाशः अहं योगमायासमावृतः। तस्मिन् श्लोके अहं शब्दः अस्ति किन्तु न अहम् इत्युक्ते पदविच्छेदं कुर्मः चेदेव तत्पदम् आयाति, न योगः अहं नाहम्। अग्रिमम् अस्ति अष्टमाध्यायस्य भगिनी द्वितीय पङ्क्ति मूडोयम्। तत् कुत्र भगिनि? नागप्रकाश सर्वस्य योगमाया समावृतः, मूढोयं नाभिजानाति लोको माम समञ्जय मूढोयम्। अत्र प्रथमे वाक्ये एव अहम् अस्ति, द्वितीये वाक्ये अपि अहम् अस्ति वा? मूढोयम् अयम् इति, अयम् इति भिन्नं पदम्। ओ सारी, अयम् इति कीदृशं पदम्? सर्वनामपदम्। उत्तमम्। अत्र इदं शब्दस्य मकारान्त इदं शब्दस्य मकारान्त पुंलिङ्गरूपमेव अयम् अयं भिन्नं पदम् अहं भिन्नं पदं वाक्यस्य प्रथमभागे एव अहम् इति दृश्यते. अपि च द्वितीयबिन्दुः कः? अष्टमाध्यायस्य चतुर्थः श्लोकः. यदि अधियज्ञोऽहमेवात्र देहे देहमृतां वरः. वदतु भगिनि. अधिभूतं क्षरो भावः पुरुषश्चादि दैवतम् अधियज्ञो अहमेवात्र देहे देहभृतां वरः. इत्युक्ते श्लोकः श्लोके किं लिखितमस्ति? अहम् इति शब्दः अस्ति. कस्मिन् अर्थे अहम् अधियज्ञः? अहम् एव अधियज्ञः. अत्र देहे अहम् एव अधियज्ञः इति लिखितमस्ति. अपि च तृतीयमस्ति अष्टमाध्यायस्य चतुर्दशश्लोकः. न न अत्र अष्टमाध्यायस्य चतुर्थः श्लोकः कः? अनन्ये चेताः सततं यो मां स्मरति नित्यशः तस्याहं सुलभपात नित्ययुक्तस्य योगिनः. इत्युक्ते अत्र अन्तिमभागे तस्याहं सुलभः पार्थ. तस्य अहं तस्याहं सुलभः पार्थ. अत्र पार्थ इति सम्बोधनारूपम् अस्ति. तस्य योगः अहं तस्याहं सवर्णदीर्घसन्धिः भवति. कस्याहं सुलभः? तस्य तस्य अहं सुलभः. तस्य इत्युक्ते कस्य? इत्युक्ते नित्ययुक्तस्य योगिनः कृते अहं सुलभः. इत्युक्ते योगिनः मां प्राप्तुं शक्नुवन्ति. अहं तेषां कृते सुलभः इत्यस्मिन् अर्थे लिखितमस्ति. अग्रिमं नवमाध्यायस्य चतुर्थः श्लोकः कः वदति? मया कदमिदं सर्वं जगदव्यत्तमूर्तिना मत्स्नानि सर्वभूतानि च चाहं तेष्वस्थितः. अत्र अहं कुत्र अस्ति? चाहं च अहम्. अत्र अत्रापि सवर्णदीर्घसन्धिः अस्ति. मत् स्थानि सर्वभूतानि न च अहं तेषु अवस्थितः. इत्युक्ते सर्वभूतानि मत् स्थानि किन्तु अहं तेषु न अवस्थितः. तेषु अहं न अवस्थितः इति लिखितमस्ति. इत्युक्ते अत्र आहत्य इतोपि कानिचन श्लोका केचन श्लोकाः सन्ति, किन्तु सर्वे एकवारं अत्र किञ्चित् गृहपाठं कृत्वा आगच्छन्तु. तदानीं वयं सुलभतया एतान् श्लोकान् परिशीलनं एतेषां श्लोकानां परिशीलनं कर्तुं शक्नुमः. अतः अत्र स्थगयामः. सर्वे अत्र गृहपाठरूपेण कुत्र कुत्र अहं शब्दः अस्ति, भवान् शब्दः कुत्र अस्ति, अपि च त्वं शब्दः कुत्र अस्ति, अत्र केचन श्लोकाः तेषां संख्या दत्ता अत्र. तान् श्लोकान् एकवारं परिशीलनं कृत्वा आगच्छन्तु. अग्रिमे सप्ताहे तेषां विषये चिन्तनं कुर्मः. तदर्थम् अग्रे गच्छेम. अधुना अत्र गीताञ्जलि भगिनी भवती वदति वा अत्र अग्रिमे पुटे किमस्ति? यथोदाहरणं रिक्तस्थानानि पूरयत. भवान् सिद्धः, भवन्तौ सिद्धौ, भवन्तः सिद्धाः. अकारान्त पुंलिङ्ग शब्दः. यथोदाहरणं तत्र सन्धिः अस्ति. यथा उदाहरणं अयोगः उ ओ भवति इति गुण सन्ति भगिनि. अत्र अत्र सिद्धः इति पदम् अस्ति. अहं चिन्तयामि सिद्ध इति एकः धातुः अस्ति, सिद्धधातोः रूपमेव सिद्ध्यति. सिद्ध्यति इति दिवादिगणीयधातुः. किन्तु सिद्धधातुः सिद्धधातोः रूपं क्तान्तरूपम् एव सिद्धः. किन्तु सिद्धिः इति पदमपि अस्ति, सिद्धिः इति क्तिन् प्रत्ययान्तरूपम्. सिद्धधातुः भुवादिगणे अपि अस्ति, दिवादिगणे अपि अस्ति. दिवादिगणीयधातु धातोः रूपम् एव सिद्ध्यति. किन्तु भुवादिगणे अस्ति इति कृत्वा तत्र गुणकार्यं भूत्वा सेधति इति रूपम् आयाति. तत्र सिद्ध्यति इत्यस्य रूपमेव अत्र सिद्धः. सिद्धः इत्युक्ते भवती किम् अवगतवती सिद्धः इत्युक्ते? वर्तते अपि च प्रेजेण्ट् अपि च यः साधकं करोति, साधनं करोति इति. अत्र सिद्धधातोः रूपमेव सिद्धः. अत्र साधारणं पदमेव वयं सिद्धता अस्ति वा, भवत्याः सिद्धता अस्ति वा. सिद्धः इत्युक्ते सज्जः, रेडी इति अपि अर्थः अस्ति. किन्तु बहवः अर्थाः सन्ति. कार्यसिद्धिः, कार्यसिद्धिः, सिद्धिः तत्र क्तिन् प्रत्ययान्तरूपम्. अत्र तु भवती सिद्धा वा, अहं सिद्धः, भवती सिद्धा वा? अहं सिद्धा अस्मि अधुना. अधुना भवती एव करोतु अधुना अग्रिमम्. नरौ भवान् नरः, भवन्तौ नरौ, भवन्तः नराः. नरः अकारान्तः पुंलिङ्गः. नरः इत्युक्ते मनुष्य. नृ इति प्रातिपदिकम् अपि च अच् इति प्रत्ययः अस्ति. नरः नृ उत्तमम्. अग्रे करोतु भगिनि. स्वर भगिनि रु स्वर रु नृ नृ नकारः ऋकारः नृ. किन्तु अत्र सुबन्तपदं प्रातिपदिकं नृ योगः अच् प्रत्ययः. अग्रे तृतीयं. भवान् साधुः, भवन्तौ साधौ, भवन्तः साधवः. गुरुशब्दवत् गुरुशब्दवत् पुंलिङ्गः. पुंलिङ्गः. स्त्रीलिङ्गे किं वदामः? साधुशब्दस्य रूपं स्त्रीलिङ्गे किं भवति? साधुनी, साध्वी, साध्वी, साध्वी, साध्वी भवति. अत्र साधुधातोः रूपं साध्नोति. स्वादिगणीयधातुः, स्वादिगणीयधातुः साध्नोति इति अपि अस्ति. साध्नोति इत्युक्ते अकाम्प्लिश् इति अर्थः. अत्र साध्वी इति रूपम् अस्ति, स्त्रीलिङ्गरूपम्. उत्तमम्. अग्रे करोतु भगिनि. भवान् श्रोता, भवन्तौ श्रोतारौ, भवन्तः श्रोतारः. श्रोतृ ऋकारान्त पुंलिङ्गशब्दः. अत्र धातुः कः? श्रुधातु, शृणोति. शृणोति. उत्तमम्. अत्र श्रोत्रम् इत्युक्ते किम्? शृणोमि. श्रोत्रं, श्रोत्रम् इत्युक्ते कर्णः. कर्णः, कर्णः. श्रुधातोः रूपमेव श्रोता अपि च श्रोत्रम्. श्रोत्रम् इत्युक्ते कर्णः, इयर् इति वदामः. श्रूयते अनेन श्रोत्रम्. श्रूयते कर्मणि लोट् अस्ति न भगिनि? कर्मणि लट्. कर्मणि लट्. श्रूयते अनेन श्रोत्रम्. यः शृणोति सः श्रोता. तृच्छरूपम्. उत्तमम्. अग्रिमं करोतु. भवान् ज्ञाता, भवन्तौ ज्ञातारौ, भवन्तः ज्ञातारः. ज्ञातृ ऋकारान्तपुंलिङ्गः. ज्ञाधातु जानाति जानाति धातुरूपम् अस्ति जानाति ज्ञातृ इति रूपं तृच् प्रत्ययं भगिनि तृच् प्रत्ययः ज्ञाता अपि च ज्ञातिः इति पदमस्ति ज्ञातिः ज्ञातिः इत्युक्ते ज्ञातिः इत्युक्ते दायादः ज्ञातिः किन्तु अत्र ज्ञाता ज्ञाता इत्युक्ते यः जानाति सः ज्ञाता वक्तुं शक्नुमः इत्युक्ते बुद्धिमान् पुरुषः इति अर्थः अपि अस्ति अपि च परिचितः व्यक्तिः ज्ञानवान् ज्ञानवान् अपि ज्ञाता भवति अत्र श्रोता इति पदमस्ति तथा एव अत्र श्रोत्रियः इति पदम् अपि तथा एव आगतः श्रोत्रियः यः छन्दः वेत्ति यः वेदं वेत्ति सः श्रोत्रियः इत्यस्मिन् अर्थे अग्रिमं करोतु भगिनि भवान् दाता भवन्तौ दातारौ भवन्तः दातारः दातृ उकारान्तः पुंलिङ्गशब्दः दाधातु ददाति ददाति उत्तमम् अत्र दानं कीदृशं पदं लुडन्तपदं ल्युडन्तपदम् उत्तमं भगिनि धन्यवादः अनन्तरं पुनः अत्र सर्वे डिड् ऐ गिव् चान्स् टु पार्टिसिपेट् फार् एव्रिबडि एतावत्पर्यन्तं कोऽपि न उक्तवान् वा सर्वे उक्तवन्तः वा अत्र अत्र प्रिया भगिनी भवती कर्तुं शक्नोति वा अधुना आं भगिनि करोतु भवान् दाशरथिः भवन्तौ दाशरथी भवन्तः दाशरथ्यः रथयः वाशरथयः अत्र दाशरथिः कः दाशरथिः उत्तमं दशरथस्य पुत्रः दाशरथिः दशरथस्य अपत्यं पुमान् दाशरथिः रूपम् उत्तमम् इत्युक्ते अत्र मुनिशब्दवत् रूपाणि भवन्ति अथवा अग्रे करोतु भवान् अतिथिः भवन्तौ अतिथी भवन्तः अतिथयः अतिथिः इत्युक्ते कः अतिथिः गेस्ट् लैक् गेस्ट् इति अर्थः किञ्चित् अत्र संस्कृतभाषायाम् अतिथिः इत्युक्ते कः इति वदामश्चेत् तिथिं विना आयाति तिथिं विना आयाति सः कदा आयाति इति वयं न जानीमः अतिथि गच्छति न तिष्ठति यः गच्छति किन्तु न तिष्ठति सः कदा आगच्छति इति वयं न जानीमः तिथिं विना आयाति अनित्यं हि स्थितः यस्मात् अतिथिः इति उच्यते इत्युक्ते अतिथिः सर्वदा न तिष्ठति सः आगच्छति अपि च तत्र न तिष्ठति सः एव अतिथिः अत्र किन्तु तिथिः तिथिः इति पदं स्त्रीलिङ्गपदं किन्तु अतिथिः पुंलिङ्गपदम् ओ तिथिः अतिथिः अतिथयः अतिथिः अतिथयः रूपाणि भवन्ति अग्रे पठतु भवान् गुरुः भवन्तौ गुरु भवन्तः गुरवः उकारात् गुरुशब्दं पुल्लिङ्गं गुरुशब्दं गुरुः इत्युक्ते साधारणतया आचार्यः आचार्यः आचार्यः अपि च अध्यापकः. किन्तु एतानि पदानि समानार्थकानि इति न वक्तुं शक्यते. इत्युक्ते गुरुः इति पदस्य अर्थः किञ्चित् भिन्नः अस्ति. आचार्यः इत्युक्ते यः आचर्य यः आचरणं करोति, आचार्य वदति सः एव आचार्यः. अध्यापकः इत्युक्ते यः अध्यापनं करोति सः अध्यापकः. इत्युक्ते आहत्य किञ्चित् अर्थभेदः तु अस्ति तत्र. अग्रे पठतु. भवान् पटुः पटुः भवन्तौ पटु भवन्तः पटवः. पटुः इत्युक्ते पटुः तु योग्यः योग्यः वा स्किल् स्किल्फुल् इत्युक्ते अत्र समर्थः इत्यस्मिन् अर्थे अत्र गुरोः भावः गौरवं, तथा एव पटोः भावः पाटवम्. पाटवम् इत्युक्ते स्किल्. पटुः इत्युक्ते यस्य यस्मिन् पाटवम् अस्ति सः पटुः. क्रीडापटुः इत्युक्ते हि इस् ए वेरि गुड् प्लेयर् इति अर्थः. क्रीडा पटुः उत्तम. अग्रे पठतु. भवती महिला, भवत्यौ महिले, भवत्यः महिलाः. आकारान्त स्त्रीलिङ्गं रमा शब्दं शब्दवत्. रमा शब्दवत्. यदि स्त्री अस्ति चेत् स्त्रियः इति बहुवचनरूपं भवति. बहुवचनरूपम् उत्तमम्. अग्रे करोतु. भवती शिक्षिका, भवत्यौ शिक्षिके, भवत्यः शिक्षिकाः. रमाशब्दम् आकारान्त श्रीलिङ्गं रमाशब्दवत्. अत्र शिक्ष इति धातुः अस्ति. शिक्षकः इति अपि णुवल् प्रत्ययान्तरूपम् अहं चिन्तयामि. अपि च स्त्रीलिङ्गे शिक्षिका भवति. शिक्षकः पुंलिङ्गरूपं, शिक्षिके शिक्षिका क्षम्यतां शिक्षिका इति आकारान्त स्त्रीलिङ्गपदं स्त्रीलिङ्गे भवति. अग्रिमं. भवती नायिका, भवती नायिका, भवत्यौ नायिके, भवत्यः नायिकाः. स्त्रीलिङ्गं नायिका, नायिका स्त्रीलिङ्गपदं स्त्रीलिङ्गपदम् उत्तमम्. अग्रे पठतु. अग्रे पठामः. भवती भगिनी, भवत्यौ भगिन्यौ, भवत्यः भगिन्यः. ईकारान्त श्रीलिङ्गं नदी शब्दवत्. अत्र भगिन् भगिन् इति प्रातिपदिकम् अस्ति. भगिन् इति नकारान्तप्रातिपदिकं, तस्मात् पुंलिङ्गरूपं भगी इति रूपम् अस्ति. किन्तु स्त्रीलिङ्गे भगिनी, पुंलिङ्गे भगी अस्ति. भगी इत्युक्ते भाग्यशाली पुरुषः. भाग्यशाली पुरुषः भगी. किन्तु भगिनी इति वदामश्चेत् सौभाग्यवती महिला इति अर्थः. दीर्घ ईकारः इनि प्रत्ययान्तरूपं भगी. तत्र प्रातिपदिकं भगिन् अस्ति, किन्तु अत्र स्त्रीलिङ्गरूपम् अस्ति भगिनी. यथा नदी शब्दवत् रूपाणि भवन्ति, सौभाग्यवती महिला भगिनी इति वक्तुं शक्यते. अग्रिमं करोतु भगिनी. भवती माता, भवत्यौ मातरौ, भवत्यः मातर, माता मातरौ मातरः, भवत्यः मातरः. ऋकारान्त श्रीलिङ्गशब्दं मातृशब्दं. प्रातिपदिकं किं? मातृ. मातृ. उत्तमं भगिनी, धन्यवादः. अधुना अत्र गीताञ्जलि भगिनी भवती करोतु, शीघ्रं समापयामः. आं भगिनि. भवती वधू, वधुः भवत्यौ वध्वौ न वधु या वधु भवत्यौ वध्वौ भवत्यः वध्वः अत्र प्रथमविभक् एकवचनरूपं किं भवती वधु एकवचनं एकवचनं किञ्चित् समीकृत्य वदतु वधूः वधूः दीर्घ इत्युक्ते वधूः दीर्घ ऊकारान्तपदम् क्षम्यतां भगिनि चिन्ता मास्तु धेनुशब्दः तु धेनुशब्दः ह्रस्व ऊकारान्तशब्दः किन्तु वधूशब्दः दीर्घ ऊकारान्तशब्दः धेनुः ह्रस्व ऊकारान्तः इत्युक्ते तत्र शब्दस्य रूपाणि किञ्चित् भिन्नानि भवन्ति वधूः इत्युक्ते कः का हिन्दीभाषायां वक्तुमिच्छामश्चेत् दुल्हन् अत्र वधूः इति पदं कथम् आयाति इति अहं दृष्टवती अतः वदामि वधूः तत्र उह्यते पितृगेहात् पतिगृहम् उह्यते पितृगेहात् पतिगृहम् इत्युक्ते पितृगृहात् पतिगृहम् उह्यते उह्यते इति वह् धातोः रूपम् उह्यते कर्मणि लट् पति पतिगृहम् उह्यते उह्यते वह् धातोः रूपं वहति वहति इत्यस्य कर्मणि लट् उह्यते विशेषेण उत्तमं वह् धातोः रूपमेव वाहः वि उपसर्गपूर्वकः वह् धातोः रूपं वाहः विवाहः उह्यते इति उ इति उपसर्ग भगिनि तत्र वह् धातोः रूपम् उह्यते भवति तत्र सम्प्रसारणम् इति कार्यं भवति सम्प्रसारणं भूत्वा वकारस्य स्थाने उकारः आयाति साधारणतया वसति इत्यस्य रूपमेव उषितः तत्र वस् धातोः रूपं तत्रापि सम्प्रसारणं भवति तथा एव अत्रापि वह् धातोः रूपम् एव उह्यते कर्मणि रूपं लट्लकाररूपम् उह्यते वधू अल्पवयस्का अस्ति चेत् वधूटी इति वदामः वधू अफ् वेरि स्माल् एज् यङ्ग् एज् वेरि यङ्ग् एज् वधु ब्रैड् इफ् द ब्रैड् इस् टू यङ्ग् मेरेज् अस्ति चेत् वधूटी इति वदामः उत्तमम् अग्रे करोतु त्वं भक्तः युवां भक्तौ भक्तौ न युवां त्वं भक्तौ त्वं भक्तः युवां भक्तौ यूयं भक्ताः भक्ताः उत्तमम् अहं पूर्वमेव उक्तवती भज् धातोः रूपमेव क्तान्तरूपं भक्त अग्रिमं करोतु त्वम् अर्चकः युवाम् अर्चकौ यूयम् अर्चकाः अर्चयुते यः अर्चना करोति सः अर्चकः अर्चकः तथा एव अत्र नुवल् प्रत्ययः अस्ति अर्चना इति पदमपि अस्ति किन्तु अत्र अर्चकः यः तत् कार्यं करोति सः एव. अर्चनम् इति ल्युडन्तरूपम्, अत्र अर्च धातोः रूपमेव अर्चक. उत्तम. अग्रिमं. त्वं कविः युवां कवी यूयं कवयः. कवयः अत्र इकारान्त पुंलिङ्ग् शब्दः. इकारान्त अत्र कविः इत्युक्ते कः? यः काव्य करोति सः कविः. काव्यं काव्यं करोति, काव्यं करोति कर्मपदम्. किमर्थम् इत्युक्ते क्रूधातुः सकर्मकधातुः अस्ति इति कृत्वा काव्यं करोति. तत्र काव्यम् इति पदं नपुंसकलिङ्गपदम्. काव्यं काव्यानि, काव्यं काव्ये काव्यानि, किन्तु द्वितीयान्तं रूपं, द्वितीयाविभक्ति एकवचनरूपम् आवश्यकम्. कविता अस्ति, कविता इति पदमस्ति, कवित्वम् इति पदमस्ति, अपि च काव्यम्. एतानि पदानि सन्ति. अग्रिमं करोतु. त्वं स्थितप्रज्ञः युवां स्थितप्रज्ञौ यूयं स्थितप्रज्ञाः. स्थितप्रज्ञः इत्युक्ते कः? नित्यं बुद्ध, नित्यं विवेकिनः. इत्युक्ते अत्र स्थितप्रज्ञ. उत्तमं भगिनि, प्रयत्नं कृतवती. अत्र स्थितप्रज्ञः इति पदं समस्तपदमस्ति. साधारणतया वयं तत्र समासवर्गे तस्य चिन्तनं कुर्मः, तदर्थं वदामि. अत्र समासः अस्ति, समासस्य नाम अस्ति समानाधिकरणबहुव्रीहिसमासः इति वदामः. बहुव्रीहिसमासः स्थिता प्रज्ञा यस्य सः, यस्य प्रज्ञा स्थिता अस्ति सः स्थितप्रज्ञः. प्रज्ञा इत्युक्ते ज्ञानम् अथवा भवती यथा भवती उक्तवती विवेकः. स्थितप्रज्ञः इत्युक्ते यस्य प्रज्ञा, यस्य ज्ञानं स्थिता अस्ति सर्वदा. स्थिता अस्ति, स्थिता इति रूपं कोऽपि वदति वा? स्थिता इति कीदृशं रूपम्? अरुणा भगिनी वदति वा किञ्चित्? स्थाधातोः रूपमेव, क्तान्तरूपं स्थिता. प्रज्ञा इति पदम् आकारान्तस्त्रीलिङ्गपदमस्ति इति कृत्वा तत्र द्वयोः पदयोः प्रातिपदिकं स्वीकृत्य स्थितप्रज्ञा इति अकारान्त पुंलिङ्गप्रा अकारान्तप्रातिपदिकं पुंलिङ्गविवक्षायां वक्तुमिच्छामश्चेत् अकारान्तपुंलिङ्गपदं निर्मातुमिच्छामश्चेत् तदा स्थितप्रज्ञः इति पुंलिङ्गरूपम् आयाति. किन्तु त्रिषु लिङ्गेषु रूपाणि भवन्ति, स्थितप्रज्ञा स्त्रीलिङ्गे, स्थितप्रज्ञं नपुंसकलिङ्गे अपि रूपाणि भवन्ति. किन्तु अत्र स्थितप्रज्ञाः इति लिखितमस्ति. अत्र एतत् पदं स्थितप्रज्ञाः इति पदं पुंलिङ्गबहुवचनरूपम् अपि भवितुमर्हति, स्त्रीलिङ्गबहुवचनरूपम् अपि भवितुं शक्नोति. स्थितप्रज्ञा इति आकारान्तस्त्रीलिङ्गपदं स्वीकुर्मः चेदपि यूयं स्थितप्रज्ञाः इति भवितुमर्हति. त्वं स्थितप्रज्ञः इत्युक्ते स्थिता प्रज्ञा यस्य सः स्थितप्रज्ञः. उत्तमम्. अग्रिमं कर. स्त्रीलिङ्ग स्त्रीलिङ्ग अस्ति चेत् त्वं स्थितप्रज्ञा इति. त्वं स्थितप्रज्ञा. अत्र स्त्रीलिङ्गरूपं स्थितप्रज्ञा इति पदं वदामश्चेत् विग्रहवाक्यं किं भवति इत्युक्ते स्थिता प्रज्ञा यस्याः सा, सा महिला स्थितप्रज्ञा. उत्तमम्. अग्रिमं करोतु भगिनि. अग्रिमं त्वम् अस्थि युवां तत् भगिनि ओ तत् तत् एतानि अस्तु धन्यवादः भगिनि तत् अस्ति ते अस्थिनि तानि अस्थीनि अस्थीनि इत्युक्ते एतावता अस्थि इति पदम् अस्थि इत्युक्ते नकारान्तपुंलिङ्ग नपुंसकलिङ्ग नपुंसकलिङ्गपदं नपुंसकलिङ्ग अत्र अस्थि अस्थिनि अस्थीनि अत्र नपुंसकलिङ्गपदं कथं वारिशब्दवत् वारि वारिणी वारीणि अत्र अस्थि इत्युक्ते कः किं हड्डि उत्तमं हड्डि एव अस्यते इत्यनेन अस्थि इति लिखितमस्ति अस्यते इत्युक्ते एतत् दृष्ट्वा भीतः भवति अस्यते इत्यनेन इति लिखितमस्ति चिन्ता मास्तु अनन्तरं धन्यवादः भगिनि भूमा भगिनी भवती करोतु अग्रिमम् सा विभूतिः सा ते विभूत्यौ ताः विभूत्यः पुनः वदतु सा विभूतिः सा ते ताः ते विभूत्यः विभूत्यौ अत्र मतिशब्दवत् सारि क्षम्यता ते सा विभूतिः ते विभूते विभूति दीर्घईकार विभूति ताः विभूतयः उत्तमम् उत्तमं भगिनि विभूतिः विभूती विभूतयः अत्र विभूतिः इत्युक्ते किम् विभूतिः विभूतिः इत्युक्ते किम् अत्र पदं कथं निष्पन्नं भवति इत्युक्ते वि इति उपसर्गः अस्ति भूधातुः भूधातोः रूपं वयं जानीमः एव भवति तत्र क्तिन् प्रत्ययान्तरूपं भूतिः विभूतिः इत्युक्ते ग्लोरि विभूतिः यः अत्र न भवति तत् विभूति न वि इत्युक्ते विना अत्र नाम भगिनि अत्र विभूतिः भूतकाले विभूतिः क्तिन् प्रत्ययान्तरूपं क्तिन् प्रत्ययान्तरूपम् अत्र विभूतिः इत्युक्ते अहं चिन्तयामि अत्र भगवद्गीतायामपि विभूतियोगः इति अस्ति विभूतियोगः इत्युक्ते तत्र भगवतः विभूतयः तत्र सर्वाणि वदतु भगिनि सर्वान्तरात्मा विभूतिः इत्युक्ते भगवतः माहात्म्यं कुत्र कुत्र अस्ति इति इत्युक्ते ग्लोरि इत्यस्मिन् अर्थे विभूतिः इति पदमायाति वि उपसर्गपूर्वकः भूतिः तत्र भूधातोः रूपं विभूति अपि आश् भगिनी न लोके तथा वदन्ति विभूतिः इत्युक्ते याश् नास्ति साधारणतया लोके तथा जनाः चिन्तयन्ति इत्युक्ते भगवतः महिमा कुत्र अस्ति किन्तु तत्र विभूति याश् साधारणतया देवालयं गच्छामश्चेत् विभूतिः इत्युक्ते याश् एव चिन्ता मास्तु तत्र किं वक्तव्यम् इत्युक्ते तस्मिन्नपि भगवतः महिमा अस्ति इति मन्तव्यं वि नीड् टु थिङ्क् दट् दट् गाड्स् प्रेसेन्स् इस् देर् इन् दट् तदर्थमेव यद्यपि सः आश् एव दत्तवान्. डिक्शनरी मध्ये वेल्त् प्रास्पेरिटि ग्रेट्नेस् होली आश् आल् मैटिनेस् ओम्निपोटेन्स् डेकोरेशन् किन्तु मम चिन्तनमस्ति विभूतिः इत्युक्ते भगवतः महिमा इति. तदेव भगिनि, तदेव सत्यम्. अस्तु, भूमा भगिनी वदतु. एते प्रमाथिनी, प्रमाथिन् प्रातिपदिकम्. एते तत् तत् एतत् प्रमाथी, एते प्रमाथिनी, एतान् प्रमाथिनि. अत्र एते इति द्विवचनरूपं लिखितमस्ति. एते इति पदं दृष्ट्वा लिङ्गं किम्? ओ, एतत् एते एतानि नपुंसकलिङ्गम्. एतानि, एतानि इत्युक्ते आहत्य सर्वनामपदं तु नपुंसकलिङ्गपदम्. एतत् एते एतानि. अधुना नामपदस्य विषये वदतु. सः प्रमाथः, तौ प्रमाथी, वेदा भगिनी भवती वदतु. एतत् प्रमाथी, एते प्रमाथिनी, एतानि प्रमाथीनि. उत्तमं. नपुंसकलिङ्गं, नपुंसकलिङ्गपदं, नपुंसकलिङ्गपदम् अस्ति इति कृत्वा अत्र एतत् एते एतानि वयं जानीमः एव. किन्तु यदा भगिनी भवती उक्तवती नकारान्तपदं प्रमाधि, प्रमाधि एकवचनरूपं प्रमाधि, तत्र प्रमाधिन् प्रातिपदिकं किन्तु नपुंसकलिङ्गपदं. यथा वारिशब्दवत् वारि वारिणी वारीणि, तथा एव प्रमाधि, प्रमाधिनी, प्रमाधीनि. नकारान्तपदमस्ति. प्रमाधि इत्युक्ते इन्द्रियं प्रमाधि, प्रकृष्टेन मथनं करोति, प्रमाधि इति अस्ति. प्रमाधिन् इति रूपम् अस्ति अत्र. इनि प्रत्ययान्तरूपं किन्तु नपुंसकलिङ्गपदम्. किन्तु अत्र प्रमाधि इति पदं त्रिषु लिङ्गेषु भवितुमर्हति. तत्र दीर्घ ईकारान्तपदम् अस्ति चेत् प्रमाधी इति अस्ति चेत् पुंलिङ्गपदं भवति. अत्र भगिनी प्र इति उपसर्ग, धातुः, अपि च इनि प्रत्ययः इति एकः प्रत्ययः अस्ति गुणी शब्दवत्. पुंलिङ्गे वक्तुमिच्छामश्चेत् गुणी दीर्घ ईकारान्तपदं भवति, किन्तु अत्र नपुंसकलिङ्गपदम्. स्त्रीलिङ्गे कर्कशत मत् इति, मत् वा मथनं, थकारः. अत्र थकारः तवर्गीयव्यञ्जनम् अस्ति. तवर्गीयव्यञ्जनं दाथ द्वितीय तस्य तवर्गीय द्वितीयव्यञ्जनं. प्रमाथि, प्रमाथिनि, प्रमाथीनि. उत्तमं भगिनि. स्त्रीलिङ्गे प्रथम एकवचनं का? स्त्रीलिङ्गे, स्त्रीलिङ्गे अहं चिन्तयामि गुणिनी इति रूपं भवति. गुणी शब्दस्य पुंलिङ्गं, गुणी शब्दं शब्दः पुंलिङ्गशब्दः गुणिनी भवति. यथा विद्यार्थी, विद्यार्थिनी, तथा एव अत्र स्त्रीलिङ्गरूपं प्रमाधिनी इति. उत्तमम्. अग्रे करोतु भगिनि. वेदा भगिनी भवती करोतु. एषा श्रुतिः, एषा श्रुतिः शातेतः, एषा श्रुतिः, एते श्रुति, एताः श्रुतयः. श्रुतयः अत्र श्रुतिः, श्रुतिः इति पदं श्रुधातोः रूपं, श्रुधातोः रूपं सरति, सरति इत्युक्ते गच्छति इत्यस्मिन् अर्थे सरति अस्ति. तत्र श्रुतिः इति क्तिन् प्रत्ययान्तरूपं, दन्त्यसकारः अस्ति अत्र श्रुतिः, किन्तु तालव्यशकारस्य रूपमपि अस्ति श्रुतिः. अत्र श्रुतिः इति भिन्नं पदं, श्रुतिः भिन्नं पदम्. अत्र श्रुतिः मार्गः, श्रुतिः इत्युक्ते मार्गः, पथः, रोड्. अपि च एकम् अन्यत् पदमपि अस्ति वर्त्मा. वर्त्मा इत्युक्ते मार्गः. तत्र वर्त्मा इति पदं नकारान्तपदं वर्त्मन्, किन्तु मार्गः, पथः इति एतत् पदद्वयम् अकारान्तपदं. श्रुतिः इत्युक्ते अत्र श्रुतिः इति अर्थः कः इत्युक्ते जननमरणचक्रं, सृष्टिस्थिति चक्रं. श्रुति इत्युक्ते यः सम्यक् सरति. वयं जानीमः एव संसारः सम्यक् सरति इति संसारः, तत्रापि श्रुधातोः रूपमेव. अत्रापि श्रुधातुतः श्रुतिः, श्रुतिः सरति इति श्रुतिः. श्रुतिः इत्युक्ते का इत्युक्ते अहं पूर्वम् उक्तवती जननमरणचक्रम्. अन्तिमं करोतु भगिनी. कौ महर्षि, कः महर्षिः, कौ महर्षि, के महर्षयः, महर्षयः, महर्षयः. उत्तमम्. अत्र महर्षिः, महान् ऋषिः, उत्तमम्. अत्र समस्तपदं महान् ऋषिः, महर्षिः. तत्र पूर्वपदं महत् अस्ति चेत् तदा महा इति रूपम् आयाति, तेन महर्षिः इति पदमस्ति. समस्तपदमस्ति इति कृत्वा अत्र सन्धिः अपि भवति. कीदृशसन्धिः? महान् ऋषिः, महत् ऋषिः, अर् आयाति इत्युक्ते महायोगः ऋषिः. तत्र पूर्वपदस्य अन्तिमवर्णः आकारः, उत्तरपदस्य न पूर्वपदस्य महायोगः ऋषिः. तत्र पूर्वपदस्य अन्तिमवर्णः आकारः, उत्तरपदस्य आदिमवर्णः ऋकारः इत्युक्ते वर्णद्वयमपि अचुवर्णाः, अचुवर्णौ एव, तदर्थं गुणसन्धिः भवति. ऋकारस्य स्थाने अर् आयाति. वृण्परः इति सूत्रेण, आद्गुणः इति विधिसूत्रमस्ति. तत्र एकं परिभाषासूत्रमपि अस्ति उरण्परः इत्यनेन ऋकारस्य स्थाने अर् आदेशः भवति. तेन इत्युक्ते आहत्य गुणसन्धिः भूत्वा अत्र महर्षिः इति रूपम् आयाति. उत्तमं. वयं बहु सम्यक् रीत्या, प्रश्नः अस्ति भगिनि, यः चित्रकारः, यः चित्रं लिखति, कथं वदनीयं भगिनि? कारः इत्युक्ते करोति, यः चित्रं करोति सः चित्रकारः. चित्रं करोति, न चित्रं लिखति. किन्तु साधारणतया तथा वदामः, किन्तु तत्र विग्रहवाक्यं समस्तपदं, तत् पदं समस्तपदम् अस्ति इति कृत्वा समीचीनतया विग्रहवाक्यं, वाक्यं वक्तव्यमस्ति. चित्रं करोति, चित्रं करोति. धन्यवादः. यः भाष्यं करोति सः भाष्यकारः. कुम्भं करोति कुम्भकारः. भगिनी, किमर्थं कर्मकारः इति अस्ति, कर्मकारः नास्ति? पदद्वयमपि अस्ति, कर्मकारः अस्ति, कर्मकारः अपि अस्ति. कारयति, क्रूधातोः रूपमेव कारः, किन्तु तस्य विशेषतया तस्य प्रयोगः पृथक्तया प्रयोगः नास्ति यथा चित्रकारः, काव्यकारः, भाष्यकारः, तथा तादृशानि पदानि सन्ति. उत्तमम्. आहत्य वयं सम्यक् रीत्या अभ्यासं कृतवन्तः. अग्रिमे सप्ताहे वयं किञ्चित् गीतान् श्लोकान् तत्र सङ्ख्याः पुस्तके दत्ताः, तान् श्लोकान् एकवारं पठित्वा तत्र कुत्र अहम् इति पदमस्ति, कुत्र त्वम् इति पदमस्ति, कुत्र भवान् इति शब्दः अस्ति, भवन्तः सर्वे गृहपाठरूपेण तान् श्लोकान् एकवारं परिशीलयन्तु. अपि च गृहपाठत्वेन अग्रिमे पुटे अभ्यासद्वयमस्ति, षष्ठः अभ्यासः अपि च सप्तमः अभ्यासः अस्ति, तत् अभ्यासद्वयं गृहपाठरूपेण कुर्वन्तु. अधुना अत्र स्थगयामः, पुनः अग्रिमे सप्ताहे मिलामः. धन्यवादः. धन्यवादः. धन्यवादः.